गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। अस्माकं न्यायवर्गे सर्वेषां सुस्वागतम्। आकाशस्य लक्षणं तस्य निरूपणम् इत्यस्मिन् सन्दर्भे वयं स्मः। तत्र शब्दगुणकम् आकाशम् इति आकाशस्य लक्षणम् अस्माभिः अधीतम्। तत्रापि गुणपदं किमर्थं योजितम् इति चेत् तत्र समवायसम्बन्धेन शब्दः आकाशे वर्तते इति बोधनाय तत्र गुणपदं योजितम् इत्यपि अस्माभिः दृष्टम्। किमर्थं तत्र समवायसम्बन्धः बोधनीयः इति चेत् आकाशः इति नवद्रव्येषु अन्यतमद्रव्यम् इति अस्माभिः अधीतं, किन्तु आकाशः अस्ति इति कथं वा ज्ञातुं शक्यते इति प्रश्नः उदेति। इत्युक्ते आकाशस्य प्रत्यक्षयोग्यत्वम् अस्ति वा, आकाशे प्रत्यक्षयोग्यत्वम् अस्ति वा, आकाशः प्रत्यक्षयोग्यं वा इति चिन्तनीयम्। अतः तत्र प्रतिनियतग्राह्याः इति तत्र उपपाठः शीर्षकमस्ति, प्रतिनियतग्राह्या इति। तत्र वयं स्मः। तत्रापि अस्माभिः किम् अधीतम् इति चेत् निकषाद्वयम् अस्माभिः अधीतं। तत्र एका तु परिमाणविषये, परमाणुपरिमाणभिन्नपरिमाणं भवेत् यस्य प्रत्यक्षं, यस्मिन् प्रत्यक्षयोग्यत्वम् अस्ति तस्य विषयस्य परमाणुपरिमाणभिन्नपरिमाणं भवेत् इति एका निकषा। द्वितीयं तु उद्भूतरूपं भवेत् इति द्वितीयनियमः अस्ति। इति यत्र यत्र एतत् नियमद्वयमपि पूरितमस्ति तस्यैव प्रत्यक्षं कर्तुं शक्यते, तस्मिन्नेव प्रत्यक्षयोग्यत्वम् अस्ति इति अस्माभिः दृष्टम्। अपि च तत्र केषां प्रत्यक्षं भवति केषां न भवति इत्यस्मिन् विषये वयं चिन्तयन् स्मः। तत्र किञ्चित् सम्पूर्णरीत्या अस्माकम् अवगमनं भवेत् इति चिन्तयित्वा तत्र प्रथमं पदार्थाः सन्ति, सप्तपदार्थाः सन्ति, द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः इति सप्तपदार्थाः सन्ति। तेषु प्रथममस्ति द्रव्यम् इति, द्रव्यमपि नवविधम् अस्ति, पृथिवी अप् तेज वायु आकाश काल दिक् आत्मा मनांसि इति नव्यद्रव्याणि, नवद्रव्याणि सन्ति। अपि च पृथिव्यादिचतुष्टये द्रव्ये परमाणवः सन्ति इति अपि अस्माभिः अधीतम्। परमाणवः नित्याः, परमाणवः सन्ति, पृथिवी अप् तेज वायु इति एतेषां द्रव्याणां परमाणवः सन्ति, ते तु नित्याः। अपि च नित्याः इत्युक्ते ते एव कारणम् अस्ति, कारणम् अस्ति चेत् तत्र कार्यं भवेत्। कार्यं कतिविधम् इति चेत् तत्र त्रिविधं कार्यम् अनित्यं, कार्यं सर्वम् अनित्यमस्ति, अपि च तत्र त्रैविध्यम् अस्ति शरीर इन्द्रिय विषयभेदात् इत्यपि अस्माभिः अधीतम्। हा, इदानीं वयं किं कुर्वन्तः स्मः इति चेत् तत्र प्रत्येकं द्रव्यं स्वीकृत्य तस्य प्रत्यक्षं भवति वा न वा इति विचारं कुर्वन् सन्तः इदानीं। तत्र इतोपि किञ्चित् अवगम्य अग्रे गन्तुं शक्यते, तत्र पाठः पठामश्चेत् सुलभतया ज्ञानं भवति इति कृत्वा प्रथमं सिद्धान्तस्य विषये किञ्चिदिव पाठात् बहिः स्थित्वा किञ्चिदिव सम्भाषणं कृत्वा अवगम्य तदनन्तरं पाठं प्रति गच्छामश्चेत् सुलभतया तत्र तर्कः कः इति ज्ञातुं शक्यते इति कृत्वा तदेव वयं कुर्मः। अस्तु, इदानीं तत्र सरला भगिनी अपि आगतवती। नमस्कारः महोदय। नमस्कारः भगिनि। अस्तु, इदानीं केन सह अहं सम्भाषणं करोमि? शिवराममहोदय। इदानीं तत्र परमाणवः पृथिव्यादिचतुष्टयं तत्र परमाणवः सन्ति इति अस्माभिः अधीतम्, इदानीमेव मया उक्तं। परमाणूनां प्रत्यक्षं भवति वा? परमाणूनां प्रत्यक्षं न भवति। किमर्थं न भवति? नित्यः अस्ति तत्कारणेन न न अस्माकं निकषाः के तत्र तेषां रूपम् उद्भूतरूपं नास्ति। सर्वेषाम् उद्भूतरूपं नास्ति वा? सर्वेषां नास्ति इति न, किन्तु परमाणूनां उद्भूतरूपं तथा परमाणु भिन्न परिमाणः तस्य नास्ति इति वार्ता। तत्र मुख्यवार्ता किम् इति चेत् तत्र निकषाद्वयं वर्तते किल। एकं तु परमाणुपरिमाणभिन्नपरिमाणं भवेत्, द्वितीयं तु उद्भूतरूपं भवेत्। तत्र एकमपि निकषा न पूरिता इति चेत् तत्र प्रत्यक्षयोग ते तादृशपदार्थः नो चेत् द्रव्यं प्रत्यक्षयोग्यं न भवति इति कृत्वा तत्र सर्वेषां परमाणूनां परिमाणं तु परमाणुपरिमाणमेव, परमाणुपरिमाणभिन्नपरिमाणं नास्ति किल। आम् इति कृत्वा परमाणूनां प्रत्यक्षं न भवति इति अस्ति। अपि च मनः अस्ति किल, मनसः परिमाणं किम्? मनस् मनसस्य परिमाणः मनसस्य मनसः परिमाणः मनसः परिमाणं मनसस्यापि परमाणुभिन्न अतिरिक्तपरिमाणः नास्ति, तस्य रूपमपि नास्ति मनसस्यापि। हा सत्यं, तत्र मनसस्य इति दोषाय महोदय, मनसः मनसः परिमाणं परमाणुपरिमाणमेव इति नैयायिकानां सिद्धान्तः। अतः मनसः अपि प्रत्यक्षं न भवति। अस्तु, इदानीं तत्र इत्युक्ते तत्र वदतु भगिनि। मनसः परिमाणं मध्यं नास्ति? न न, परमाणुपरिमाणमेव मनसः परिमाणं तु परमाणुपरिमाणम् एव इति नैयायिकानां सिद्धान्तः। इति कृत्वा इदानीं तत्र येषां परिमाणं परमाणुपरिमाणमस्ति तेषां विषये इदानीं समग्रचिन्तनम् अभवत्। अपि च ये पदार्थाः परमाणुपरिमाण येषां पदार्थानां परमाणुपरिमाणमस्ति तेषां प्रत्यक्षं यदा कदापि न भवति. किमर्थम् इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणं तेषु नास्ति इत्यतः. इदानीम् अनित्य कार्यविषये किञ्चिदिव चिन्तनं कुर्मः. इदानीं शरीरम् इति अस्ति किल, तदेव प्रथमप्रभेदः शरीरं, शरीर इन्द्रियविषयभेदात्. इदानीं पार्थिवशरीरम् इत्युक्ते किम्? पार्थिवशरीरम् अस्मदादीनां यत् शरीरमस्ति तत् पार्थिवशरीरं. सत्यम्, अस्मदादीनां शरीरं रूपमस्ति अस्मदादीनां. इदानीम् अस्मदादीनां शरीराणां प्रत्यक्षं भवति वा? आं भवति, अस्मदादीनां शरणप्रत्यक्षं भवति. किमर्थम्? तस्य परमाणुभिन्नपरिमाणः अस्ति तथा तस्य उद्भूतरूपमपि अस्ति. सत्यं, समीचीनम्. उद्भूतरूपमस्ति, परमाणुपरिमाणभिन्नपरिमाणमपि अस्ति इति कृत्वा परमाणुपरिमाणभिन्नपरिमाणम् इत्युक्ते अस्मिन् सन्दर्भे परिमाणमस्ति मध्यमपरिमाणम् इति. सर्वेषां शरीराणां मध्यमपरिमाणमस्ति इति तु एकम्. सर्वेषां शरीराणाम् इत्युक्ते तत्र अस्मदादीनां शरीराणां मध्यमपरिमाणमस्ति, अपि च उद्भूतरूपम् अस्ति. उद्भूतरूपम् अस्ति इति कथं वा निर्णीतम्? दृश्यते उद्भूतरूपम् अस्ति नाम दृश्यते इत्यतः उद्भूतरूपम् अस्ति इति नास्ति इति वदति चेत् तत्र यत् इन्द्रियेन एकनिमिषं महोदय, तत्र इदानीं दृश्यते इत्यतः कस्मिन् उद्भूतरूपमस्ति इति वदामश्चेत् तत्र अन्योन्याश्रयः भवति किल. यस्य उद्भूतरूपमस्ति तस्य एव दर्शनं तदेव दर्शनयोग्यः इति वदामश्चेत् तत्र अन्योन्याश्रयः भवति. अतः इदानीं पश्यतु, अस्मदादीयशरीरमस्ति, पार्थिवद्रव्यमस्ति, पार्थिवद्रव्यमस्ति. पार्थिवद्रव्यं ये पार्थिव यानि पार्थिवद्रव्याणि सन्ति तेषु सर्वेषु रूपम् अस्ति, अपि च तद्रूपम् उद्भूतरूपम् अस्ति इति नैयायिकाः वदन्ति. अतः अस्माकं शरीराणां प्रत्यक्षं भवति इति आगच्छति. इदानीं तत्र जलस्य शरीरं कुत्र वर्तते? जलस्य शरीरं किम्? जलस्य शरीरं प्रत्येकं द्रव्यस्य शरीर इन्द्रिय विषयभेदात् तत्र कार्यमस्ति किल. आम्, जलीयशरीरं, जलीयशरीरं वरुण शरीरं वरुणलोके. हा, जलीयशरीरं वरुणलोके अस्ति. तत्र वरुणलोकं तु अत्र नास्ति इति निश्चयेन वयं ज्ञातुं शक्यते. तत्र क्लेशः नास्ति अस्माकं, तत्र सन्देहः एव नास्ति. अत्र इत्युक्ते अस्मिन् भूलोके नास्ति, वरुणलोके एव जलीयशरीरमस्ति इति कृत्वा तस्य प्रत्यक्षं न भवत्येव. वयं तु अत्रैव सन्ति किल. इदानीं तैजसशरीरं कुत्र अस्ति? आदित्यलोके. आदित्यलोके, अस्तु, तदपि अस्माभिः न द्रष्टुं शक्यते. वायवीयशरीरं कुत्र अस्ति? वायुलोके, शरीरं वायुलोके. वायुलोके अस्ति इति कृत्वा तत्र केवलं पार्थिवशरीराणां प्रत्यक्षं कर्तुं शक्यते. अन्येषां शरीराणां दर्शनं न भवत्येव इति शरीरविषये सम्पूर्णचिन्तनं अभवत् इदानीम्. अस्तु, धन्यवादाः महोदय. इदानीं तत्र भानुचैतन्यमहोदय. हा, इदानीम् इन्द्रियाणां विषये किञ्चिदिव चिन्तनं कुर्मः. तत्र पार्थिव इन्द्रियं किम्? तेजः तु नासिका इन्द्रियम् इन्द्रियं इन्द्रियं कुत्र वर्तते इति मया न पृष्टम्. इन्द्रियस्य नाम घ्राणं घ्राणं किं घ्राणं सत्यं पार्थिव इन्द्रियस्य नाम घ्राणं घ्राणं कुत्र वर्तते? नासिकाग्रवर्ति. हा नासिकाग्रवर्ति. इदानीं नासिका इति अङ्गं यदस्ति तद् कीदृशमस्ति तदङ्गं तत् पार्थिवं वा? आं महोदय तत् पार्थिव विषयः पार्थिवद्रव्यं तत् इन्द्रियं विषयः इति न वदामः. किमर्थमिति चेत् तत्र शरीर इन्द्रियविषयभेदात् इति विषयम् इति अन्यस्मिन् श्रेण्यां स्थापितमस्ति किल. अतः पार्थिवं पार्थिव इन्द्रिय पार्थिव तत्र नासिका इति उक्ता भवान् उक्तवान् किल? आं महोदय आमामां सत्यं नासिका अस्ति चेत् तत्र सत्यम् आमामाम्. अपि च तत्र शरीरस्य एकः भागः अस्ति नासिका इति तत्र ग्राणेन्द्रियं वर्तते. इदानीं ग्राणेन्द्रियस्य प्रत्यक्षविषये वदतु तत् ग्राणेन्द्रियं प्रत्यक्षयोग्यं वा? ग्राणेन्द्रियस्य उद्भूतरूपं नास्ति इन्द्रियं तदैव तत् परमाणुपरिमाणम् अस्ति द्वयोः निकषाः तत्र नास्ति अतः तत् प्रत्यक्षयोग्याः न. एकनिमिषं तत्र इदानीं परिमाणविषये वदतु ग्राणेन्द्रियं नासिकायाम् अग्रे वर्तते. इदानीम् अस्माकं नासिकायाः नासिकायाः अग्रभागः तत्र तस्य नासिकायाः यद् अग्रभागः अस्ति तस्य परिमाणं परमाणुपरिमाणं वा नो चेत् बृहत् अस्ति वा तद्भागः? मध्यमपरिमाणं. हा मध्यमपरिमाणं नासिकायाः अग्रभागः परमाणुपरिमाणभिन्नपरिमाणमस्ति. यत्र यत्र नासिकायाः अग्रभागः अस्ति तत्र सर्वत्र ग्राणेन्द्रियम् अस्ति इति कृत्वा ग्राणेन्द्रियस्य परमाणुपरिमाणं नास्ति. महोदय अवगच्छति वा? तत् नैयायिकमतं वा महोदय? आमां नैयायिकानां मतं. तत्र किमर्थं तादृशं ते चिन्तयन्ति इति चेत् इदानीं तत्र जिह्वा इति स्वीकुर्मः तत्र जिह्वा अस्ति किल जिह्वायां कीदृश इन्द्रियं वर्तते? रसं. हा रसनेन्द्रियं जिह्वायां वर्तते. इदानीं जिह्वा इति बृहत् अस्ति किल? अस्तु महोदय. हा इदानीं तत्र जिह्वा इति शरीरस्य अङ्गं तद् बृहत् अस्ति अपि च जिह्वायां सर्वत्र रसनेन्द्रियं वर्तते इति कृत्वा रसनेन्द्रियं तत्र केवलं परमाणुपरिमाणमिति न वक्तुं शक्यते किल? ओ मध्यम् आम् हा इति कृत्वा तर्हि हा तर्हि घ्राणम् उद्भूतरूपं नास्ति परमाणुपरिमाणभिन्न परिमाणम् अस्ति. हा इत्यस्मिन् श्रेण्याम् आगच्छति. सर्वेषाम् इन्द्रियाणां प्रथमं पश्यतु सर्वेषाम् इन्द्रियाणां परमाणुपरिमाणभिन्नपरिमाणम् अस्ति किन्तु ग्राणेन्द्रियस्य ग्राणेन्द्रिये रूपमस्ति. किमर्थमित्युक्ते ग्राणेन्द्रियम् इति पार्थिवद्रव्यम् इन्द्रियमपि द्रव्यमेव पार्थिवद्रव्यमेव इति कृत्वा सर्वेषु पार्थिवद्रव्येषु रूपमस्ति किन्तु तद् रूपम् उद्भूतरूपं नास्ति इत्यतः इत्यतः ग्राणेन्द्रियस्य प्रत्यक्षयोग्य प्रत्यक्षं न भवति, प्रत्यक्षयोग्यः योग्यः न, प्रत्यक्षं न भवति. इदानीं रसनेन्द्रियं तस्य प्रत्यक्षं भवति वा? रसनेन्द्रि तदपि उद्भूतरूपं नास्ति महोदय, निकषद्वयं एकमपि एकं तत् परिमाणं किं रसनेन्द्रियस्य? परिमाणं तु मध्यमपरिमाणं महोदय. सत्यं, परमाणुपरिमाणभिन्नपरिमाणमस्ति. हा, रसनेन्द्रियस्य परमाणुपरिमाणभिन्नपरिमाणमस्ति किन्तु उद्भूतरूपं नास्ति इत्यतः तत्र रूपमस्ति. कीदृशरूपमस्ति रसनेन्द्रिये? अनुद्भूतरूपं रसनेन्द्रियं अभास्वरशुक्लरूपं. समीचीनं, समीचीनं. तत्र रसनेन्द्रियं जलीयम् इति कृत्वा अभास्वरशुक्लरूपम् अस्ति किन्तु तद् रूपम् उद्भूतं नास्ति इत्यतः रसनेन्द्रियस्यापि प्रत्यक्षं न भवति. इदानीं ग्राण रसन चक्षु चक्षुरिन्द्रियं तस्मिन् विषये भवतः चिन्तनं किम्? चक्षुः इन्द्रियं तदपि उद्भूतरूपं नास्ति महोदय, किन्तु परमाणुपरिमाणभिन्नपरिमाणम् अस्ति. समीचीनम्. अतः चक्षुरिन्द्रियमपि प्रत्यक्षयोग्यः न योग्यं नास्ति. अपि च चक्षुरिन्द्रिय कीदृशरूपमस्ति? भास्वरशुक्लरूपम् अस्ति. समीचीनं, भास्वरशुक्लरूपम् अस्ति किन्तु तद् भास्वरशुक्लरूपम् उद्भूतं नास्ति इत्यतः यद्यपि तस्य परमाणुपरिमाणभिन्नपरिमाणमस्ति तथापि उद्भूतरूपं नास्ति इत्यतः चक्षुरिन्द्रियस्य प्रत्यक्षं न भवति. इदानीं त्वगिन्द्रियं तस्मिन् विषये किम् इति वदतु. त्वगिन्द्रियम् अपि चर्म अग्रभागे अस्ति, चर्मं तु सर्वदा शरीरे अस्ति, अतः तदपि मध्यमपरिमाणमस्ति, बृहत् परिमाणं खलु. समीचीनं. परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, उद्भूत रूपमपि नास्ति. किञ्चित् चिन्तयित्वा वदतु. इदानीं त्वगिन्द्रियं कीदृश द्रव्यमस्ति? त्वगिन्द्रियं तु आकाशद्रव्यं न, त्वक् श्रोत्रं नास्ति, त्वक्. आं महोदय, वायु इन्द्रियं महोदय. वायवीय इन्द्रियं वायौ रूपमस्ति वा? वायुरूपं नास्ति महोदय. हा, इति कृत्वा त्वगिन्द्रिये रूपमेव नास्ति, उद्भूतरूपं नास्ति इति न. महोदय, सत्यं, त्वगिन्द्रिये रूपमेव नास्ति. किमिति रूपं नास्ति? कार्यं यद् नास्ति, कारणं यद् नास्ति, तत् कार्यम् अपि नास्ति. सत्यं, सत्यम् इति इत्यतः तत्र त्वगिन्द्रिये रूपमेव नास्ति इति कृत्वा यद्यपि तस्य परमाणुपरिमाणभिन्नपरिमाणमस्ति किन्तु रूपमेव नास्ति इति कृत्वा तस्य प्रत्यक्षं न भवति. इदानीं श्रोत्रेन्द्रियम् अन्तिमं, श्रोत्रेन्द्रियविषये अस्माकं चिन्तनं किं? श्रोत्र आकाशः अपि रूपं नास्ति, आकाशे रूपं नास्ति, अतः कार्यरूप श्रोत्रेन्द्रियमपि रूपं नास्ति, परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, अतः तत् प्रत्यक्षयोग्यः न. समीचीनम्. परमाणुपरिमाणभिन्नपरिमाणम् अस्ति किन्तु तत् परिमाणं मध्यमपरिमाणं वा नो चेत् परममहत् परिमाणं वा इत्यस्मिन् विषये इतोपि किञ्चित् चिन्तनम् अग्रे आयास्यति. अतः परमाणुपरिमाणभिन्नपरिमाणं तु अस्ति एव किन्तु रूपमेव नास्ति. किमर्थम् इत्युक्ते श्रोत्रेन्द्रियम् आकाशीयम् इत्यतः तस्य प्रत्यक्षं न भवति इति. इत्युक्ते इदानीं अत्र समग्रचिन्तनस्य समग्रचिन्तनं कृत्वा अत्र किं निश्चितम् इति चेत् यस्य कस्यापि इन्द्रियस्य प्रत्यक्षं न भवति. अवगच्छति किल? आं महोदय, अस्तु, समीचीनम्. हा, इदानीं किञ्चित् विषयाणां विषये किञ्चित् किञ्चित् चिन्तनं कुर्मः. तत्र बालसुब्रह्मण्यः महोदय मया सह किञ्चिदिव चिन्तनं करोति वा? हा हा, इदानीं तत्र पार्थिवविषयाः के? पार्थिवविषयाः मृत्पाषाण मृत्पाषाणादि, तेषां प्रत्यक्षं भवितुमर्हति वा? प्रत्यक्षं प्रत्यक्षं भवति एव. हा, सत्यं, प्रत्यक्षं भवत्येव. किमर्थम्? किमर्थम् इत्युक्ते रूपम् उद्भूतरूपमस्ति. हा, अनन्तरं परमाणुपरिमाण भिन्न परिमाणमस्ति. समीचीनम्. अतः पार्थिवविषयाणां प्रत्यक्षं भवत्येव, सर्वेषां विषयाणां प्रत्यक्षं भवत्येव. इदानीं जलीयविषयः, तस्मिन् विषये सरित् समुद्राति इति दत्तमस्ति दत्तमस्ति किल, तस्मिन् विषये भवतः चिन्तनं किम्? जलं रूपमस्ति अपि च उद्भूतरूपमस्ति. परिमाणं परमाणुपरिमाणं न, परमाणुपरिमाणं नास्ति. परमाणुपरिमाणं भिन्नपरिमाणं, भिन्नपरिमाणमस्ति. हा, इत्यतः सर्वेषां जलीयविषयाणां प्रत्यक्षं भवत्येव. इदानीं तेजस तैजसविषयाः, तस्मिन् विषये भवतः चिन्तनं किम्? तैजसविषयः रूपमस्ति, तदपि उद्भूतरूपमस्ति. तदपि मध्यमपरिमाणम् अस्ति. हा, मध्यम प्रत्यक्षमस्ति. सत्यं, प्रत्यक्षं भवति. तत्र उदाहरणमस्ति सुवर्ण, तत्र आकरजं, सुवर्णम् इति एतत् सर्वम् अस्माभिः यदधीतं, तेषां प्रत्यक्षं भवत्येव. हा, इदानीं वायवीय विषयाः. महोदय, वदतु महोदय, बालचेतन महोदय. सम्बन्धेन एकः संशयः अस्ति, किन्तु तत् साक्षात् संशयं नास्ति तत्र. भवतु महोदय, वदतु, अनन्तरं पृच्छामि वा? महोदय, काष्ठमस्ति चेत् तत्र कोऽपि अग्निं प्रज्वालयति, तत्र प्रथमतः तु किञ्चिदेव तेजस परमाणु अस्ति, तदनन्तरं तत् अग्निं तु बृहत् भवति. कुतः तत् परमाणुः कुतः उत्पद्यते? हा, इदानीं भवतः चिन्तनं किं तत्र परमाणु? एकनिमिषं, तत्र परमाणूनाम् उत्पादनं कुतः भवति इति भवतः प्रश्नः वा? आं महोदय. हा, पश्यतु, इत्युक्ते बृहत् परमाणुः अस्ति बहूनि. न, तत्र बृहत् परमाणु इति किमपि नास्ति. बहूनि परमाणु. हा, किमिति? बहूनि परमाणु, तत्र बहवः परमाणवः सन्ति. आम, बहवः परमाणवः सन्ति, किन्तु परमाणवः सर्वे नित्याः. नित्यम् इत्युक्ते किम्? यस्य उत्पत्तिरेव नास्ति अपि च नाशः नास्ति तदेव नित्यमस्ति किल? आम् महोदय. अतः तत्र परमाणूनाम् उत्पत्ति कुतः इति प्रश्नं पृच्छामश्चेत् तत्र नित्यम् इति सिद्धान्तस्य अवगमनम् अस्मिन् अस्माकं नास्ति इति आगच्छति. नित्यवस्तूनां महोदय वदतु महोदय. प्रथमतः तु एकपरमाणु वा तत्र द्वेनुकम् अपि एव अस्ति. तदनन्तरमेव बृहत् परिमाणरूपमपि तत्र दृश्यते. मध्यमपरिमाणमिति वदतु तत्र बृहत्परिमाणम्. अस्माकं भाषा तु तत्र पारिभाषिकशब्दः अस्ति मध्यमपरिमाणं. मध्यमपरिमाणं भवति मध्यमपरिमाणं दृश्यते. अतः अहं पृच्छामि कुतः ते परमाणवः कुतः आगच्छन्ति? कुतः आगच्छन्ति? पृथिवी पृथिवी परमाणु एव. काष्ठे भवतः प्रश्नः किम् इति चेत् काष्ठे अग्नि अस्ति तस्य अग्नेः उत्पादनं कुतः इति भवतः प्रश्नः वा? अग्नेः अग्नि तु अस्ति महोदय. एकपरिमाणं कोऽपि प्रज्वालयति किन्तु तदनन्तरं तत् बृहद् अग्नि इति दृश्यते मध्यमपरिमाणम्. प्रथमतः तु एक क्षम्यता महोदय, इदानीम् अस्मिन् विषये चिन्तनं मास्तु. किमर्थमिति किञ्चित् विषयान्तरं वयं गच्छामः इति कृत्वा तत्र अनन्तरं पश्यामः. नो चेत् मां लिखतु. अस्तु महोदय. अस्तु अस्तु, धन्यवादः. हा, इदानीं विषयाणां विषये अस्माकं चिन्तनं प्रवर्तमानमस्ति अत्र. हा वदतु भगिनि. तैजस विषयः अस्ति तस्य परिणाम औदर्यं न अस्ति सम्यक्तया, किन्तु औदर्यमस्ति आम् तैजसः विषयः. हा, इदानीं तत्र तैजस तैजसः विषयः चतुर्विधः. सत्यं. विद्युदादि, सुवर्णादि एवं च उदर्यं वा औदर्यं न स्मरामि सम्यक्तया. औदर्यम् औदर्यं तत्र औदर्यस्य औदर्यं तत्र औदर्यस्य प्रत्यक्षमस्ति न वा? इदानीम् उदरे यत् अग्नि अस्ति तेजः अस्ति तस्य प्रत्यक्षं यद्यपि प्रायः तत्र परमाणुपरिमाणभिन्नपरिमाणमस्ति अपि च उद्भूतरूपमस्ति किन्तु तस्य प्रत्यक्षं न वक्तुं शक्यते. तत्र सत्यं सत्यम् आम्, तत्र तस्य प्रत्यक्षं न वक्तुं शक्यते. किमर्थम् इत्युक्ते तत्र तद् अन्ते अस्ति किल, अत्र संयोगः चक्षुषा सह तस्य संयोगः न भवति इति कृत्वा. यथा वदतु भगिनि. निकषत्रयमस्ति, परमाणुभिन्नपरिमाणम् आवश्यकम्, उद्भूतरूपम् आवश्यकम् एवं च चक्षुषा सह संयोगः अपि आवश्यकः. सत्यं सत्यम् अस्तु. तत्तु सत्यं. धन्यवादः. सत्यं सत्यम् इति अस्ति. यत्र चक्षुषा सह संयोगः भवति तत्रैव प्रत्यक्षम् अस्माभिः अनुभूयते. किन्तु इदानीम् एकं वस्तु स्वीकृत्य तस्मिन् प्रत्यक्षयोग्यता अस्ति वा न वा इति पश्यामश्चेत् तत्र एषा निकषा न भवति. अवगच्छति किल? महोदय, अहमपि अचिन्तयं तत् धन्यवाद उदाहरणम् अहमपि अचिन्तयं महोदय. अहं चिन्तयामि दर्शनं तु दर्शने अस्ति नास्ति तद् निकषः न इति. किमर्थं चेत् कोऽपि भोजनालयः गत्वा तत्र तु पात्रे अधः सः स्थापयति तेजः अग्निः, किन्तु तत् बहिः न दृश्यते. केवलं तद् स्पृष्ट्वा ज्ञातुं शक्यते इति एतत् तेजः अस्ति तत्र. किन्तु किन्तु न दृश्यते. उद्भूतरूपमपि अस्ति, मध्यमपरिमाणमपि अस्ति, अतः तत् प्रत्यक्षमेव अनुमानप्रमाणेन वयं ज्ञातुं शक्यते तत्र अग्निः अस्ति इति. आम् सत्यं सत्यं. किन्तु इदानीं तथैव अन्तः यत् अग्निः अस्ति वैश्वानरग्निः, तदपि प्रत्यक्षः एव. यदनुभूयते तत् केवलं चक्षुः. नो इति इदानीं पश्यतु, यत् यद् अनुभूयते तत् सर्वं प्रत्यक्षम् इति यत्र कुत्रापि लिखितं वा, अस्माभिः अधीतं वा? न महोदय. हा इति अस्ति चेत् तत्र तदर्थमेव इदानीं लक्षणवाक्यं लिखित्वा तस्य दलसार्थक्यं कृत्वा तत्र अतिव्याप्तिः वा अव्याप्तिः वा यत्र कुत्रापि भवति वा इति एतादृशचिन्तनं किमर्थं वयं कुर्मः? तत्र सामान्यचिन्तनं मास्तु. यद् अनुभूयते तत् प्रत्यक्षम् इति लक्षणवाक्यं नास्ति किल महोदय. हा इति कृत्वा तत्र अस्मिन् विषये इतोपि गभीरचिन्तनम् अग्रे आयास्यति. अतः इदानीं भगिनी किम् उक्तवती, इदानीम् अस्माकं तत्र घटः अस्ति, घटः अस्ति इति स्वीकुर्मः. घटे रूपमस्ति, उद्भूतरूपमस्ति, अपि च परमाणुपरिमाणभिन्नपरिमाणमस्ति इति कृत्वा यत्र यत्र घटः अस्ति तत्र तेषां सर्वेषां तत्र योग्यत्वमेव अस्ति, किन्तु तत्र उद्भूतरूपमस्ति अपि च मध्यमपरिमाणमस्ति इति कृत्वा तत्र युगपत् सर्वेषां घटानां प्रत्यक्षं मयि भवेत् इति नास्ति. किमर्थम् इत्युक्ते यत्र चक्षुषा सह संयोगः भवति तत्रैव प्रत्यक्षं भवति इति अस्ति. अस्तु इदानीं पुनः हा प्रत्यक्षयोग्यः अस्ति तावदेव. तदनन्तरं यत् प्रत्यक्षयोग्यम् अस्ति, यद्वस्तु प्रत्यक्षयोग्यम् अस्ति, तेन सह चक्षुषा संयोगः भवति चेत् तस्य प्रत्यक्षं जायते इति अस्ति. चक्षुषा महोदय. हा चक्षुषा रसरेन्द्रिय वा घ्राणेन्द्रिय वा तद् नास्ति, केवलं इदानीमेव तस्मिन् विषये किञ्चिदिव चिन्तनम् आगच्छति. इदानीं तत्र विषयाः इत्यस्मिन् विषये वयं स्मः. तत्र वायवीयविषयाः के? वृक्षादि कम्पनहेतुः. हा वृक्षादिकम्पनहेतुः इति अस्ति. इदानीं वायवीयविषयः येन वृक्षाणां कम्पनं भवति तस्य प्रत्यक्षं भवति वा इत्यस्मिन् विषये बालसुब्रह्मण्यमहोदय भवतः चिन्तनं किम्? वायुकम्पनं कृतः, परन्तु वायवीयरूपं नास्ति एव. हा इदानीं मम गृहे वृक्षः अस्ति, तस्य कम्पनस्य दर्शनम् अहं कुर्वन्नस्मि, किन्तु तस्य कम्पनं यत् कारयति, यः वायुः कारयति तदेव वायोः विषयः अस्ति. तादृशवायवीयविषयाणां प्रत्यक्षं न भवति इति नैयायिकानां मतं, प्राचीननैयायिकानां मतमस्ति. तत्र कम्पनं दृष्ट्वा एकनिमिषं मुरळीमहोदय अहम् एतद् वदामि तदनन्तरं भवतः अवसरः दास्यामि. वायोः तत्र वृक्षस्य कम्पनं दृष्ट्वा तत्र वायुः अस्ति इति अहम् अनुमानमेव करोमि इति प्राचीननैयायिकानां चिन्तनमस्ति. हा इदानीं मुरळीमहोदय भवान् वदतु. वायवान् प्रत्यक्षं न भवति अथवा वृक्षस्य चलनं अहं दृश्यामि. आम् वृक्षस्य तस्मात् तत्र वायु वायस्य प्रत्यक्षं न भवति सत्यं. तत् कार्यं चलनरूपेण अहं ज्ञातव्यं शक्नुते. भवता ज्ञायते एव सत्यं. हा इति एव मुख्यवार्ता. समीचीनं महोदय. तत्र चलनम् इति क्रिया अस्ति. क्रियायाः दर्शनं भवितुमर्हति. वृक्षे रूपमस्ति इति कृत्वा वृक्षमपि वृक्षस्य दर्शनमपि भवितुमर्हति. किन्तु तस्य कम्पनस्य वृक्षस्य कम्पनस्य कारणं यद् वायुः अस्ति तत् द्रष्टुं न शक्यते इति नैयायिकानां मतं. तस्य प्रत्यक्षं न भवति. तत्र कम्पनं दृष्ट्वा वृक्षस्य कम्पनवृक्षस्य कम्पनं दृष्ट्वा अस्माभिः अनुमानं तत्र अनुमीयते. वयम् अनुमानं कुर्मः इति नैयायिकानां सिद्धान्तः. कारणम् इति न दर्शनं कार्यं दर्शयति. सत्यम्. आम् समीचीनं महोदय. तत् मम सन्देहः. अस्तु समीचीनं. हा इदानीं तत्र इति तत्र वायवीयविषयाणां प्रत्यक्षं न भवति तत्र अनुमानमेव भवति. वृक्षस्य कम्पनं दृष्ट्वा तत्र एवमेव वृक्षं कम्पनं स्वयमेव न करोति किल इति कृत्वा तत्र किमपि भवेत् इति ऊहां कुर्वन्ति नैयायिकाः. अतः वायवीयविषयाणां प्रत्यक्षं न भवति इति तेषाम् आशयः. इदानीम् आकाशीयविषयः कः? रूपं नास्ति. न प्रथमं विषयः कः इति वदतु. विषयः विषयः नास्ति महोदय. हा विषयः एव नास्ति. तत्र परमाणवः न सन्ति. आकाशस्य परमाणवः न सन्ति. अपि च यत्र परमाणवः सन्ति तत्रैव कार्यं भवति. यत्र कार्यं भवति तत्रैव शरीर इन्द्रियविषयभेदाः भवन्ति इति कृत्वा इदानीं नैयायिकानां मतं किमस्ति इति चेत् आकाशः नित्यः एकः विभुः इति नैयायिकानां मतमस्ति. बालसुब्रह्मण्य महोदय. आकाशं विभुः नित्यं एकं नित्यं विभुः इति अस्ति इति कृत्वा इदानीम् आकाशस्य प्रत्यक्षं भवति वा? न भवति. किमर्थम्? रूपं नास्ति. हा समीचीनम्. अपि च परमाणुं परिमाणम् न आकाशस्य परिमाणं किं? क्षम्यतां परममहत् परिमाणम् इति तत्र निकषाद्वयम् अपि न पूरितम्. आकाशस्य रूपमपि नास्ति. परममहत् परिमाणम् अस्ति. किन्तु परमाणुपरिमाणं भिन्नपरिमाणमस्ति. परममहत् परिमाणम् इत्युक्ते परमाणुपरिमाणं भिन्नपरिमाणमस्ति. अतः एकमेव निकषा, एका एव निकषा तत्र न पूरिता अस्ति, रूपं नास्ति इत्यतः आकाशस्य प्रत्यक्षं न भवति। हा इदानीम् अवशिष्टद्रव्याणि के इत्युक्ते तत्र पार्थे पृथिवी अप् तेज वायु आकाश मन इति यावत् अस्माभिः दृष्टं, केवलं त्रीणि द्रव्याणि एव सन्ति। एकं तु कालः, द्वितीयं तु दिक्, तृतीयं तु आत्मा इति। काल दिक् आत्मा इत्येतेषां विषये भवतः चिन्तनं किं, तेषां प्रत्यक्षं भवति वा? न, रूपं नास्ति, किमपि रूपं नास्ति। हा तदनन्तरं परिमाणं कालः दिक् महत्परिमाणं परममहत्परिमाणमेव सत्यं, कालः उभयः अपि परममहत् उभयोः दिक् परमात्मा आत्मा अपि परममहत्परिमाणं सत्यम् इति। इदानीं कालः अपि च दिक् द्वयमपि एकमस्ति, विभुः अस्ति, नित्यमस्ति, अपि च रूपं नास्ति इति कृत्वा, रूपं नास्ति इति कृत्वा कालस्य अपि च दिशि दिशः तस्य तयोः प्रत्यक्षं न भवति। किन्तु इदानीम् आत्मा इत्यस्मिन् विषये नैयायिकानां मतमस्ति मनसा तस्य प्रत्यक्षं भवति, मनसा आत्मनः प्रत्यक्षं भवति इति नैयायिकानां मतम्। अतः आत्मनः प्रत्यक्षं भवति, यद्यपि आत्मनि रूपं नास्ति, यद्यपि आत्मनि रूपं नास्ति, किन्तु इदानीम् आत्मनः प्रत्यक्षं चक्षुषा न भवति, मनसा भवति इति कृत्वा आत्मनः प्रत्यक्षं नैयायिकाः अङ्गीकुर्वन्ति। केन? रूपं नास्ति चेदपि तस्य प्रत्यक्षं ते स्वीकुर्वन्ति। अस्तु, समीचीनम्। हा इदानीम् इतोपि किञ्चित् अग्रे मुरळीमहोदय। आं महोदय। हा इदानीं गुणानां विषये, इदानीं तत्र द्रव्याणां विषये समग्रचिन्तनम् अस्माभिः कृतं, केषां प्रत्यक्षं भवति केषां न भवति इत्यस्मिन् विषये। महोदय, तत्र आकाशात् एकं सन्देहमस्ति महोदय। हा वदतु। श्री परमाणु नास्ति वा आकाशे? नास्ति, केवलं पृथिवी अप् तेज वायुः इत्येषाम् एतेषां द्रव्याणामेव परमाणवः सन्ति। आकाशस्तु एकः, एकमेव आकाशः अस्ति, अपि च आकाशः नित्यः। सः आकाशः यद् एकमस्ति, सः आकाशः नित्यः इति कृत्वा आकाशस्य परमाणवः न सन्ति। अय्यायिकानां मतसारां मतानुसारे तत्र परमाणु नास्ति चेत् कुत्र रूपं अहम् आकाशं पश्यामि? आकाशः दर्शनयोग्यः नास्ति इति मय्यायिकानां मतम्। ओ यद् यद् आकाशः भवतः, यः आकाशः भवतः पुरतः अस्ति तद् द्रष्टुं शक्यते वा? न किल। आकाशम् इत्युक्ते तत् उपरि यदस्ति तद् नास्ति। इदानीं यत् कोष्टके भवान् अस्ति तत्रापि आकाशः वर्तते एव, तद् द्रष्टुं शक्यते वा? न किल। तत्र घटाकाशं न द्रष्टुं शक्यते। हा घटे यद् आकाशः अस्ति तद् द्रष्टुं न शक्यते, न शक्यते इति कृत्वा आकाश वदतु। तस्मात् आकाशस्य दर्शनं न शक्यते। हा तस्मात् इति नास्ति, तत्र रूपं नास्ति, आकाशे रूपं नास्ति आकाशे रूपं नास्ति. अस्माकं प्रत्यक्षयोग्यविषये निकषाद्वयम् अस्माभिः पुनः पुनः अधीतम्. एकं तु उद्भूतरूपं भवेत्, द्वितीयं तु परमाणुपरिमाणभिन्नपरिमाणं भवेत्. इदानीम् आकाशस्य परिमाणमस्ति परममहत्परिमाणं. परममहत्परिमाणम् इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणमस्ति, किन्तु रूपं नास्ति इत्यतः आकाशस्य प्रत्यक्षं न भवति. इदानीं गुणानां विषये किञ्चिदिव चिन्तनं कुर्मः, समग्रचिन्तनं. इदानीं द्रव्यस्य विषये अस्माभिः कृतं तदा रूपम् इति गुणः अस्ति किल. रूपम् इति गुणः तत्र तस्य प्रत्यक्षं भवति वा? पृथिवी द्रव्यं न, इदानीं द्रव्यस्य विषये प्रश्नः नास्ति, रूपं नो. गन्धस्य प्रत्यक्षं नास्ति, गन्धं गुणः, गन्धः गुणः महोदय, तस्य प्रत्यक्षं नास्ति. मम प्रश्नं तु रूपः इत्यस्मिन्, रूपः इति गुणः अस्ति किल, रूपम् इति गुणः अस्ति किल. आम् आम्, तस्मिन् विषये मम प्रश्नः. रूपस्य रूपम् इति गुणस्य प्रत्यक्षं भवति वा न वा? न भवति महोदय. इदानीम् अस्माकं पुरतः नीलघटः अस्ति, तत्र नीलरूपस्य प्रत्यक्षं न भवति वा? नीलरूपस्य प्रत्यक्षं भवति. हा, अतः रूपः इति गुणः तस्य प्रत्यक्षं भवत्येव. केन इन्द्रियेण गृह्यते रूपम्? तत्र मम सन्देहं. सर्वेषां भूतानाम् एक पृथक् पृथक् गन्धः, शैत्यः, औष्ण्यं, स्पर्शः, शब्दः अस्ति, गुणः अस्ति. तत्र शब्दम् अथवा स्पर्शम्, औष्ण्यं, शैत्यं, महोदय गन्धः. महोदय कृपया इदानीं मम प्रश्नः किम् इति तावदेव वदतु. तत्र इतोपि बहिः गच्छति चेत् सर्वेषां भ्रमः भवति. इदानीं रूपस्य प्रत्यक्षं, रूपः इति गुणः अस्ति किल, तस्य प्रत्यक्षं भवति वा? भवति, रूपस्य प्रत्यक्षं भवितुमर्हति. हा, भवितुम् अर्हति नास्ति, भवति एव, भवत्येव. अपि च केन इन्द्रियेण रूपस्य प्रत्यक्षं रूपः गृह्यते? केन इन्द्रियेण रूपं गृह्यते? चक्षुरिन्द्रियेण. समीचीनं, तावदेव मम प्रश्नः. इदानीं चक्षुरिन्द्रियेण रूपं गृह्यते, अन्येन इन्द्रियेण रूपं ग्रहीतुं शक्यते वा? चक्षुर्विना न शक्नोमि, न शक्नोमि. हा, न शक्नोति इति कृत्वा रूपः प्रतिनियतग्राह्यः, केवलं चक्षुषा गृह्यते. रूपः इति गुणः प्रतिनियतग्राह्यः, केवलं चक्षुषा गृह्यते इति कृत्वा रूपस्य प्रत्यक्षं भवति, किन्तु केवलं चक्षुषा भवति. समीचीनम्. इदानीं रसः, रसः इति गुणः अस्ति किल, तस्य तद् ग्रहीतुं शक्यते वा? महोदय, तत्र वार्ता, तत्र वार्ता पुनर्वदतु महोदय. गुणस्य गुणं रूपम् एकवार्ता त्वां वदतु. प्रतिनियतग्राह्य, प्रतिनियतग्राह्याः इति, प्रतिनियतग्राह्याः. तत्र तदेव अस्माकं पाठस्य शीर्षकमस्ति, पाठस्य टैटल् एव तदस्ति, प्रतिनियतग्राह्या गुणाः इति. हा, इदानीं पश्यतु, तत्र रूपं रूपस्य ग्रहणं भवति. इदानीं प्रत्यक्षम् इति न वदामः, ग्रहणं. किमर्थमित्युक्ते प्रत्यक्षं, यस्य प्रत्यक्षं भवेत् तस्मिन् तत्र रूपम् उद्भूतरूपं भवेत्, अपि च परमाणुपरिमाणभिन्नपरिमाणं भवेत् इति अस्माभिः अधीतम्. इदानीं रूपः इति गुणः तद् ग्रहीतुं शक्यते केन इन्द्रियेण इत्युक्ते चक्षुषा गृहीतुं शक्यते रसः तस्मिन् विषये भवतः चिन्तनं किं रसः केन इन्द्रियेण ज्ञायते रसः जिह्वा इन्द्रियम् इन्द्रियम् इन्द्रियं रसनेन्द्रियं हा रसः रसनेन्द्रियेण ज्ञायते रसनेन्द्रियं विना अन्येन इन्द्रियेण रसः ज्ञातुं शक्यते वा न शक्नोति समीचीनम् इदानीं गन्धः गन्धस्य विषये गन्धः केन इन्द्रियेण गृह्यते गन्धः ग्राणेन्द्रियेण समीचीनं गन्धः ग्राणेन्द्रियेण गृह्यते किमर्थं ध्वनिः आगच्छति मुरळी महोदय हा गन्धः ग्राणेन्द्रियेण गृह्यते गन्धः अन्येन इन्द्रियेण ग्रहीतुं शक्यते वा न महोदय समीचीनम् इत्युक्ते गन्धमपि प्रतिनियतग्राह्यः ग्राह्यः इदानीं स्पर्शः केन इन्द्रियेण ज्ञायते स्पर्शः त्वगिन्द्रियेण हा समीचीनं त्वचा ज्ञायते त्वगिन्द्रियेण ज्ञायते स्पर्शः पुनः अन्येन इन्द्रियेण ज्ञातुं शक्यते वा समीचीनम् अस्तु इदानीं शब्दः केन इन्द्रियेण ज्ञातुं शक्यते श्रोत्रेन्द्रियेण अपि च शब्दः अन्येन इन्द्रियेण ज्ञातुं शक्यते वा न न महोदय समीचीनं हा इति रूप रस गन्ध स्पर्श शब्दः इति पञ्चगुणाः केवलम् एकेन इन्द्रियेण एव ते ग्रहीतुं शक्यते इति कृत्वा एते सर्वे गुणाः प्रतिनियतग्राह्याः इति अस्ति अपि च प्रतिनियतग्राह्यः प्रतिनियतग्राह्यः इत्युक्ते एकेन इन्द्रियेण एव तस्य ग्रहणं भवति न तु भिन्नेन इदानीं तत्र उदाहरणार्थं सङ्ख्या इति गुणमस्ति किल तत् स्वीकुर्मः सङ्ख्या इति गुणः अस्ति सङ्ख्या इति गुणः केन इन्द्रियेण ज्ञातुं शक्यते सङ्ख्या हा सङ्ख्या चक्षुत्वक् समीचीनं चक्षु बालसुब्रह्मण्य चक्षुः अपि च त्वक् हा इति इन्द्रियद्वयेन सङ्ख्या ज्ञातुं शक्यते तत्र अस्माकं महोदय तत्र सङ्ख्या अर्थं सङ्ख्या हा इदानीम् अस्माकं पुरतः तत्र त्रयः घटाः सन्ति इति चिन्तयतु भवान् पश्यति चेत् चक्षुषा घटानां दर्शनं करोति चेत् तत्र त्रयः घटाः सन्ति इति चक्षुषा ज्ञातुं शक्यते अपि च तत्र चक्षुः निमील्य स्पर्शनं कृत्वा अपि ज्ञातुं शक्यते त्रयः घटाः सन्ति इति तत्र चक्षुरेन्द्रियं त्वगिन्द्रियं द्वयमपि कार्यं करोति इति कृत्वा सङ्ख्या इति गुणः प्रतिनियतग्राह्यः वा नास्ति सङ्ख्या प्रतिनियतग्राह्यः नास्ति किमर्थम् इत्युक्ते तत्र सङ्ख्या इति गुणः चक्षुषा ज्ञातुं शक्यते त्वचा अपि ज्ञातुं शक्यते एवमेव परिमाणम् इति अन्यत् अन्यः गुणः स्वीकुर्मश्चेत् तस्यापि चक्षुषा त्वचा परिमाणं ज्ञातुं शक्यते इति अस्ति. अपि च इदानीं तत्र बुद्धि सुख बुद्धि इत्युक्ते ज्ञानं ज्ञानं सुख दुःख इच्छा द्वेष प्रयत्नः इति षड् आत्मगुणाः सन्ति. एते सर्वे आत्मगुणाः ज्ञानं सुख दुःख इच्छा द्वेष प्रयत्नः इति आत्मगुणाः सन्ति. तेषां प्रत्यक्षं तेषाम् आत्मगुणानां प्रत्यक्षं मनसा भवति इति नैयायिकानां मतं. प्रत्यक्षम् इत्युक्ते तत् प्रत्यक्षं क्षम्यतां तत्र प्रत्यक्षम् इति न वक्तव्यमासीत् तत्र ग्रहणम् इति वक्तव्यं. ज्ञानं सुखं दुःखम् इच्छा द्वेषप्रयत्नः इति एतेषां षण्णाम् आत्मगुणानां ग्रहणं मनसा भवति इति नैयायिकानां मतम्. ज्ञानं ज्ञानं सुखदुःखद्वेषप्रयत्न इच्छा इच्छा हा इति षड्गुणाः ये आत्मगुणाः सन्ति तेषां ग्रहणं मनसा भवति इति नैयायिकानां मतम्. मनसा भवति अनुमानरीत्या एव न न साक्षात् मनसा गृह्यते साक्षात् मनसा गृह्यते साक्षात्कारः तत्र अनुमानं नास्ति. तत्र मानसप्रत्यक्षम् इति वदामः तत्र ग्रहणमित्युक्ते मानसप्रत्यक्षम्. हा भवान् सुखेन अस्ति वा दुःखेन अस्ति वा इति भवान् जानाति एव किल. तत्र मानसप्रत्यक्षं समीचीनं. धन्यवादः मुरळीमहोदय. हा इदानीं अग्रिमम् एकमेव विषयमस्ति तदपि चिन्तयामश्चेत् तत्र सम्पूर्णचिन्तनं प्रत्यक्षविषये अपि च ग्रहणविषये सम्पूर्णचिन्तनं भवति इति कृत्वा. हा इदानीं विजया भगिनी विजया भगिनी अस्ति वा? भगिनी म्यूट् मध्ये अस्ति भगिनि. इदानीं श्रूयते. अस्तु इदानीं मम पुरतः एकः घटः अस्ति. सः घटः नीलवर्णे अस्ति. तस्य रूपं नीलरूपमस्ति. इदानीं घटः अपि च तस्मिन् विद्यमानरूपं द्वयमपि चक्षुषा ज्ञायते किल? हा चक्षुषा ज्ञायते. अपि च इदानीं घटस्य यद् स्पर्शः अस्ति स्पर्शः इति गुणः घटस्य स्पर्शः तत्र स्पर्शेन त्वचा घटस्य स्पर्शः कीदृशः अस्ति अपि च घटः द्वयमपि ज्ञातुं शक्यते अस्तु इति अस्ति. हा इदानीं गुडः गुडः अस्ति किल? गुडः जानाति वा? शर्करा नो चेत् शर्करा इति स्वीकुर्मः. शर्करायाः मधुरं शर्करायाः शर्करायाः तत्र मधुरं रसनेन्द्रियेण ग्राह्यम्. हा इदानीं तत्र जिह्वायां वयं स्थापयामश्चेत् शर्करा मधुरा अस्ति इति ज्ञातुं शक्यते. किन्तु तत्र मधुरमस्ति इति ज्ञातुं शक्यते किन्तु तस्य आधारीभूतद्रव्यं किम् अस्ति इति ज्ञातुं शक्यते वा रसनेन्द्रियेण? यूहं कर्तुं शक्नुमः खलु? यूहामेव कर्तुं शक्यते किन्तु प्रत्यक्षं तत्र साक्षात्कारं न कर्तुं शक्यते. प्रत्यक्षं नास्ति नास्ति प्रत्यक्षं नास्ति तत्र. हा प्रत्यक्षं अनुमानमिति तत्र अनुमानमपि नास्ति तत्र रसनेन्द्रियेण तत्र केवलं न न एकनिमिषं भगिनि तत्र रसनेन्द्रियेण केवलं गुणः एव ज्ञातुं शक्यते मधुरं वा कटु वा लवणं वा इति एतादृश तत्र रसः एव ज्ञातुं शक्यते किन्तु रसः इति गुणः तत्र रसस्य आधारीभूतद्रव्यं रसनेन्द्रियेण न ज्ञातुं शक्यते किल सत्यमेव इति अस्ति किन्तु तत्र चक्षुषा रूपमपि ज्ञातुं शक्यते अपि च तस्य आधारीभूतद्रव्यमपि ज्ञातुं शक्यते त्वचा स्पर्शमपि ज्ञातुं शक्यते अपि च तस्य आधारीभूतद्रव्यमपि ज्ञातुं शक्यते किन्तु रसनेन्द्रियेण केवलं गुणमेव ज्ञातुं शक्यते न तु तस्य आधारीभूतद्रव्यम् एवमेव इदानीं गन्धः गन्धः अस्ति किल तत्र गन्धस्य ग्रहणं केन इन्द्रियेण भवति नासिकया इन्द्रियम् नासिका एव खलु नासिका इति शरीरस्य अवयवः इन्द्रियं नास्ति नासिका अत्र सर्वदा मनसि भवेत् इन्द्रियं भिन्नम् अस्ति तद् यत्र सः तद् इन्द्रियं यत्र अस्ति तद् भिन्नम् अस्ति नासिका इति अवयवः शरीरस्य अवयवः अपि च नासिका पार्थिवद्रव्यमस्ति तस्मिन् विद्यमानघ्राणेन्द्रियं पार्थिवद्रव्यमस्ति किन्तु तद् घ्राणेन्द्रियमेव इन्द्रियं न तु नासिका इदानीं घ्राणेन्द्रियेण गन्धः एव ज्ञायते न तु गन्धमेव ज्ञातुं शक्यते किन्तु गन्धस्य आधारीभूतद्रव्यं न ज्ञातुं शक्यते किल इदानीं शब्दः शब्दस्य विषये का गतिः शब्दः केन ज्ञायते श्रोत्रेन्द्रियेण इदानीं शब्दस्य आधारद्रव्यं किम् शब्दस्य आधारद्रव्यम् आकाशः सत्यं समीचीनम् आकाशः अस्ति शब्दस्य आधारद्रव्यमस्ति आकाशः आकाशः ज्ञातुं शक्यते वा इत्युक्ते प्रत्यक्षम् आकाशस्य प्रत्यक्षं भवितुमर्हति वा प्रत्यक्षं नास्ति नास्ति इति अस्ति अतः तत्र चक्षुषा रूपम् अपि च तस्य आधारीभूतद्रव्यं द्वयमपि ज्ञातुं शक्यते त्वचा स्पर्शः अपि च तस्य आधारीभूत द्रव्यं द्वयमपि ज्ञातुं शक्यते रसनेन्द्रियेण केवलं रसः इति गुणस्य एव ज्ञानं भवति किन्तु तस्य आधारीभूतद्रव्यस्य चक्षुषा वा त्वचा वा ज्ञातुं शक्यते इदानीं शर्करा अस्ति चेत् शर्करा अस्माकं पुरतः अस्ति चेत् तस्मिन् रूपमस्ति उद्भूतरूपमस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणमस्ति इति कृत्वा शर्करा द्रष्टुं शक्यते इति अस्ति किन्तु इदानीं तत्र शब्दः अस्ति किल शब्दः इति गुणः श्रोतुं शक्यते किन्तु तस्य आधारीभूतद्रव्यम् आकाशः यद् आकाशः अस्ति तस्य प्रत्यक्षं न भवति केवलम् अनुमानेन एव ज्ञातुं शक्यते इति मुख्यवार्ता अस्ति अस्तु इदानीम् अस्माभिः यद्यद् ज्ञातव्यं तस्मिन् विषये सम्पूर्णतया तत्र इतोपि किञ्चिदिव अवशिष्यते तदपि चिन्तनं कुर्मश्चेत् सर्वेषां पदार्थानां चिन्तनमेव भवति इदानीं सर्वत्र गुणानां विषये समग्रचिन्तनम् अस्माकम् अभवत्. इदानीं तत्र कर्म इत्यस्मिन् विषये, कर्म कर्म इत्युक्ते चलनं गमनम् इत्यादिकमस्ति किल, तेषां प्रत्यक्षं भवति वा? विजया भगिनी वदतु. चलनं वयं सर्वं पश्यामः खलु, सत्यं वृक्षस्य मध्ये सत्यम् इति कृत्वा कर्मस्य नो चेत् कर्माणां प्रत्यक्षं भवति. वृक्षः वृक्षस्य कम्पनम् अस्ति वा न वा इति इदानीं तत्र वृक्षं कम्पनम् अकृत्वा एवमेव तिष्ठति चेत् तत्र किमपि चलनं नास्ति इति अपि अस्माभिः ज्ञातुं शक्यते. चलनमस्ति चेत् चलनम् अस्ति इति अपि ज्ञातुं शक्यते इति कृत्वा कर्माणां प्रत्यक्षं भवति इति नैयायिकानां मतम्. अतः द्रव्याणां येषु द्रव्येषु प्रत्यक्षयोग्यत्वम् अस्ति इत्युक्ते उद्भूतरूपमस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणमस्ति, तेषां द्रव्याणां प्रत्यक्षं भवति अपि च गुणानामपि प्रत्यक्षं भवति. सर्वेषां गुणानाम् इति नास्ति, किन्तु केचन गुणानां प्रत्यक्षं भवति अपि च कर्माणां प्रत्यक्षं भवति इति नैयायिकानां मतमस्ति. तस्मात् उपरि इदानीं सामान्य विशेष समवाय अभावाः इति एतेषां प्रत्यक्ष इति चत्वारः पदार्थाः सन्ति, तेषां प्रत्यक्षं न भवति इति नैयायिकानां मतं. तत्र अनुमानमेव कर्तव्यम्, अनुमानेन एव तेषाम् अस्तित्वं ज्ञातव्यम् इति नैयायिकानां मतमस्ति इति इदानीं समग्रचिन्तनम् अस्माभिः कृतम्. इदानीं पाठं प्रति गच्छेमश्चेत् तत्र सुलभतया ज्ञानं भवति. हा, किञ्चिदिव पाठं पश्यामः. तत्र सरला भगिनी भवती पठति वा? आं महोदय. इदानीं पञ्चाशततमपुटे तेषु चक्षुस्त्वाङ् मनसि इति प्रथमपरिच्छेदः अस्ति किल, ततः आरभ्य पठनीयम्. उपरि एव अस्ति. उपरि आम् तेषु चक्षुर् तेषु चक्षुर चक्षुस्त्व त्वङ् मनांसि मनांसि मनांसि क्षम्यतां चक्षुस्त्व चक्षुस्त्वङ् मनांसि गुणस्तेव तदर्थ एकनिमिषम् अस्तु इदानीं पठामि. चक्षुत्वमनासि गुणस्य एव तदा आश्रयद्रवस्य अपि प्रत्यक्षं जनयति. चक्षुषा रूपस्य इव तद् आश्रयस्य घटादे अपि प्रत्यक्ष प्रक्षक्त्यौ उत्पादात् भवति हि उन्मील उन्मीलतस्य पुंस नीलो घटः इति प्रत्यक्षात्मकज्ञानम्. एवमेव त्वग् इन्द्रियमनसोः अपि आश्रयग्राहत्वं बोध्यम्. अन्येषु त्रिषु इन्द्रियेषु रसन इन्द्रिय रसन इन्द्रिय घ्राणेन्द्रिययोः गुण मात्रग्राहकता न तु द्रव्यमपि नाम ताभ्यां गृह्यते. तद् यद्यपि गुणः चक्षुषा गृह्यते इति न स अति इन्द्रिय तथापि घ्राण रसनयोः गुणात् आश्रयग्राहकत्वं नास्ति. घ्राणगन्धरसरसना रसस्य च जनयति प्रत्यक्षम्. इदानीं पुनः पठामि. तेषु चक्षुस्व मनासि गुणस्य तदाश्रय द्रव्यस्य अपि प्रत्यक्षं जनयति. यदि चक्षुषा अपि त्वक् इन्द्रिय चक्षुषा इन् मनसि न केवलं गुण प्रत्यक्षं भवति, किन्तु तस्य आश्रय द्रव्य यः अस्ति तस्य अपि प्रत्यक्षं जनयति. यथा यदि चक्षुषा वयं किं यदि पश्यामः घट पश्यामः, घटस्य आश्रयः यः अस्ति, घट विषयः अस्ति, तस्य आश्रयः अस्ति पृथ्वी, तस्य अपि आश्रयद्रव्य अपि चक्षुषा गृहीतुं भवति. तत् सर्वे चक्षुषा रूपस्य एव तद् आश्रय घटादि प्रत्यक्षो उत्पन्नात् उत्पदात्. सो चक्षुषा न केवलं रूप घट घटे विद्यमानरूप यः गुणः अस्ति तस्य गुणस्य आश्रय अस्ति घट, तस्य अपि ग्रहणं भवति. सो न केवलं गुणस्य आश्रय यः द्रव्यमस्ति तस्य गुण आश्रय अपि ग्राहकं ग्राह्य भवति चक्षुषा. तत्र प्रत्यक्षोत्पादानात् इति अस्ति पदं, प्रत्यक्ष उत्पादानात् प्रत्यक्षोत्पादानात् इति अस्ति. चक्षुषा रूपस्य इव तद् आश्रयस्य घटेः अपि प्रत्यक्ष उत्पादानात् इति अस्ति. अग्रे कारणकि चक्षुषा घटस्य घटेन सह संयोगः भवति, तस्य उत्पन्नं भवति, तस्य रूपमपि घटस्य रूपस्य आधार द्वयोः ग्राह्यं भवति. भवती उन्नीलनयनस्य पुंसः नीलो घट इति प्रत्यक्षा प्रत्याक्षमतकं ज्ञानम्. अतः उन्नीलनयनस्य यदि चक्षुषा नयनम् उन्मीलन् अस्माकं नयनम् उन्मीलन् सन्ति तथा नीलो घट इति प्रत्यक्षज्ञानम् उत्पद्यते. यदि घटं पश्यामः तस्य मनसि इदानीं प्रथमं चक्षुषा इन्द्रियेण प्रत्यक्षं भवति, तदनन्तरं यः मनसि अनुभवः आगच्छति तत्र भवति ज्ञानं. नीलघटः अतः घट अस्ति तस्य आश्रय, नील अस्ति तस्य प्रकार, तस्य गुणस्य आधार रूपस्य आधार रूपगुण अस्ति तस्य आधार घटः इति प्रत्यक्षज्ञानम् आगच्छति नीलघटः. एवमेव त्वक् इन्द्रिय मनसोः तथा यदि स्पर्शेण त्वक् इन्द्रिय स्पर्शेण घटस्य स्पर्शेण घटस्पर्शेण अपि ज्ञातुं शक्नुमः अयं घट इति. त्वक् इन्द्रियेण मनसा ज्ञानम् आगत. यदि प्रथमं त्वक् इन्द्रियेण सह विषयस्य सङ्कर्षः भवति, तदनन्तरं मनसि इति ज्ञानम् आगच्छति. तत्र इन्द्रियमनसो अपि न केवलं गुणग्राहकं, तस्य द्रव्य आधार गुणस्य आधार द्रव्यस्य अपि प्रत्यक्षज्ञानं भवति. अपि आश्रयग्राहकत्वं बोधयति. अन्येषु त्रिषु इन्द्रियेषु रसन इन्द्रिय घ्राण इन्द्रिययोः गुणमात्रग्राह्यता न तु द्रव्यमपि ताभ्यां गृह्यते. किन्तु यदि रसन इन्द्रियम् अस्ति, यदि वयं गुण खादामः तत् केवलं गुणस्य रसनेन गुणस्य मधुरता तस्य प्रत्यक्षं भवति, न तु तस्य आधारगुणस्य प्रत्यक्षं रसनयाः न भवति. गुणस्य आधार केवलं मधुरता यस् माधुर्यम् अस्ति गुणे तस्य ग्राह्यं भवति रसनेन, न तु तस्य आधार यः विषयः अस्ति गुणः. तस्य प्रत्यक्षं भवति चक्षुषा न तु रसना इन्द्रियेण इति न स अति इन्द्रिय अतः चक्षुषा रसन इन्द्रियं वयं वदामः केवलं गुणग्राहकं भवति न त गुणस्य आधारस्य ग्राहकं यतोहि अन्य इन्द्रियेण आधारस्य ग्राह्यं भवति अतः न सः अति इन्द्रिय तथापि घ्राणरसनयोः गुण आश्रयग्राहकत्वं नास्ति सो तथैव घ्राण इन्द्रिय अपि घ्राणस्य पृथ्वी ओदनं यदि पचामः तस्य घ्राण तस्य केवलं घ्राणस्य घ्राण इन्द्रियेण तस्य गन्धस्य अनुभूत प्रत्यक्षं भवति न तु ओदन तस्य ओदनस्य वा पुष्पस्य सुरभि तस्य अनुभू प्रत्यक्षं भवति न तु पुष्पस्य प्रत्यक्षं घ्राणेन्द्रियेण भवति अतः घ्राणरसन इन्द्रिय केवलं गुणग्राहकं भवति न तु गुणस्य निष्ठ आधारयः गुणस्य यः आश्रयति तस्य प्रत्यक्षं भवति अतः चक्षु त्वक् मनः भवति द्रव्यगुणग्राहक इन्द्रियाणि घ्राणरसनश्रोत्रं भवति केवलं गुणः गुणमात्रग्राहक इन्द्रियाणि भेदम् अस्ति यत्र केवलं गुणग्राहकं भवति यत्र गुण तस्य आश्रय आधार अपि ग्राहकं भवति तत् भेदः अस्ति इति तत्र दत्तमस्ति अत्र यथा भगिन्या उक्तं तत्र चक्षुः त्वक् मनसा मनः इति एते एतानि इन्द्रियाणि तेषां गुणं तत्र गुणम् अपि च द्रव्यं द्वयमपि गृह्यन्ते किन्तु घ्राणरसनश्रोत्रेन्द्रियाणि केवलं गुणमेव गृह्यन्ते न तु तेषाम् आधारीभूतद्रव्यस्य द्रव्यम् इति आगच्छति समीचीनम् इदानीं तेषां नामकरणं भवति अति इन्द्रिय ये केवलं गुणस्य ग्राहकं भवति तेषां नाम किम् अति इन्द्रिय अति इन्द्रिय दत्तमस्ति न चक्षुः सत्यं सत्यं किन्तु इदानीं तत्र सर्वेषाम् अतीन्द्रियम् इति भवति वा इदानीं घ्राणेन्द्रिय यस्मिन् गन्धः अस्ति तद्द्रव्यम् अतीन्द्रियं नास्ति किल चक्षुषा गृह्यते इति अस्ति इति न सः अतीन्द्रियः तथापि घ्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति इति अस्ति यद्यपि गुडः चक्षुषा गृह्यते अतः सः अतीन्द्रियः नास्ति इति इत्युक्ते तत्र चक्षुषा गृह्यते एव इति कृत्य इति कृत्वा सः इन्द्रियः एव न तु अतीन्द्रियः तथापि घ्राणरसयोः गुणाश्रयग्राहकत्वं नास्ति इति अस्ति समीचीनम् इदानीं सीमा भगिनी अग्रिमपरिच्छेदं पठति वा महोदय क्षम्यतां हा न सः अतीन्द्रियः इत्युक्ते नः न गुडः अतीन्द्रियः एवं सत्यं सत्यं सः इत्युक्ते गुडः धन्यवादः गुडः अतीन्द्रियः नास्ति किन्तु गुडः इति पदार्थं घ्राणेन्द्रियेण वा रसनेन्द्रियेण वा न ज्ञातुं शक्यते घ्राणेन्द्रियेण केवलं तस्य गन्धः कः इति एव ज्ञातुं शक्यते रसनेन्द्रियेण केवलं तस्य रसः कः इति एव ज्ञातुं शक्यते किन्तु तत्र द्रव्यं किम् इति न ज्ञातुं शक्यते इति अस्ति धन्यवादः अग्रे पठतु महोदय भगिनि भवती एव पठतु सीमा भगिनि अस्तु महोदय शिष्टं श्रोत्रेन्द्रियं कर्णपुटेन पृथक्कृतः आकाशदेश एव तत्तु शब्दस्य एव प्रत्यक्षं जनयति न तु आश्रयस्य कुतः आश्रयस्य आकाशस्य अतीन्द्रियत्वात् यस्मिन् हि परमाणुपरिमाणातिरिक्तपरिमाणम् उद्भूतरूपं च भवति तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति नान्यस्य इति च निर्णीतम् अग्रे पठामि वा तावत् किञ्चिदेव उक्त्वा अग्रे अत्र श्रोत्रेन्द्रियस्य विषये दत्तमस्ति किन्तु कर्णपुटेन पृथक्तः आकाशदेश एव न अवगच्छामि कर्णे यः अस्ति तत् आकाशादेव तत् आकाशः एव तद् अस्ति महोदय आम् इति तत्र इदानीं पश्यतु घ्राणेन्द्रियं कीदृशद्रव्यम् इति चेत् पार्थिवद्रव्यं तत् कुत्र वर्तते इति चेत् नासिकायाम् अग्रभागे वर्तते एवमेव श्रोत्रेन्द्रियम् आकाशीयम् अस्ति किन्तु आकाशः एकः एव किल आकाशः एकः विभुः इति कृत्वा इदानीं तत्र भवत्याः अपि श्रोत्रेन्द्रियमस्ति ममापि श्रोत्रेन्द्रियमस्ति किन्तु आकाशः एकः एव किन्तु यत् भवत्या श्रूयते तद् अहं न श्रोष्यामि इति कृत्वा कथं वा तत्र व्यवहारः इति चेत् तस्य अत्र बीजभूतेन किञ्चिदिव दत्तमस्ति इतोपि अग्रे अस्मिन् विषये एव गभीरचिन्तनं भवति किन्तु अत्र किम् उक्तम् इति चेत् श्रोत्रेन्द्रियं कर्णपुटेन पृथक् कृतः इदानीं तत्र घटः अस्ति किल घटे आकाशः अस्ति सः आकाशः घट आकाशः इति केवलं व्यवहारं कुर्मः किन्तु आकाशः एकः एव तत्र घटे यद् यः आकाशः अस्ति अपि च यहे मठे यः आकाशः अस्ति नो चेत् भिन्नघटे यः आकाशः अस्ति अनयोः आकाशयोः मध्ये किमपि भेदः नास्ति तथापि तत्र घटं निमित्तीकृत्य एषः आकाशः घट आकाशः सः आकाशः भिन्नघट आकाशः इति तादृशव्यवहारः क्रियते तादृशमेव अत्र लिखितमस्ति कर्णपुटेन पृथक् कृतः आकाशदेशः एव यथा घट घटाकाशः तथा अग्रे तत्तु शब्दस्य एव प्रत्यक्षं जनयति श्रोत्रेन्द्रियं शब्दस्य एव प्रत्यक्षं कर्तुं शक्नोति न तु तस्य आश्रयस्य इत्युक्ते श्रोत्रेन्द्रियेण कर्णपुटस्य प्रत्यक्षं भवितुं न शक्यते कुतः किमर्थम् इति चेत् आश्रयस्य आकाशस्य अतीन्द्रियत्वात् आकाशस्य इन्द्रियग्राहकत्वं नास्ति यतोहि आकाशे उद्भूतरूपं नास्ति तत्र महत् परिमाणम् अस्ति किन्तु उद्भूतरूपं नास्ति अतः तस्य इन्द्रियग्राहकत्वं नास्ति समीचीनं तदेव अस्तु महोदय अग्रे अग्रे पठामि वा वदामि वदतु वदतु भवती पठितवती किल यस्मिन् हि परमाणुपरिमाण अतिरिक्तपरिमाणं यस्य द्रव्यस्य परमाणुभिन्नपरिमाणमस्ति एवं च उद्भूतरूपमस्ति तस्य एव प्रत्यक्षयोग्यता अस्ति न अत्र इतोपि किञ्चित् अस्ति तत्र पश्यतु तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षम् इति दत्तम् बहिरिन्द्रेण प्रत्यक्षं मनसा न बहिरिन्द्रेण प्रत्यक्षस्य योग्यता द्वयमस्ति, परमाणु भिन्नपरिमाणम् एवम् उद्भूतरूपं, तदा हि चक्षुषा त्वचा घ्राणेन्द्रिय घ्राणेन रसनेन श्रोत्रेण प्रत्यक्षं भवितुम् अर्हति। हा इत्युक्ते तत्र ये निकषा यद् निकषा या निकषा द्वयम् अस्माभिः अधीतं तत्र परमाणुपरिमाणभिन्नपरिमाणम् अपि च उद्भूतरूपम् इति निकषाद्वयमपि केवलं बहिरिन्द्रियेण यत् प्रत्यक्षं भवति तत् तस्मिन् योग्यताविषये एव, किन्तु अन्तरिन्द्रियं यद् मनः अस्ति तेन प्रत्यक्षं भवति चेत् एषा एषे एते निकषे अत्र न भवति। इदानीम् इच्छा, ज्ञानं, दुःखं, सुखम् इत्यादयः तत्र रूपं नास्ति, अपि च तेषां परिमाणविषये वयं न जानीमः तत्र परमाणुपरिमाणं वा इति तत्सर्वं चिन्तनं नास्ति, तथापि तेषां मनसा प्रत्यक्षम् अङ्गीकृतमेव इति कृत्वा अत्र एते निकषाद्वयमपि निकषे अपि तत्र केवलं बहिरिन्द्रियेण प्रत्यक्षस्य विषये एव इति अस्ति। समीचीनम्। इदानीं तत्र उपरि कोष्टकमस्ति, तत् वयम् अधीतम् एव प्रत्यक्षयोग्याः के इति चेत् यस्मिन् उद्भूतरूपमस्ति अपि च परमाणुपरिमाण अतिरिक्तपरिमाणमस्ति घटादयः तेषामेव प्रत्यक्षं भवति। ते के इति चेत् पृथिव्यादित्रिकं, पृथिवी, अप्, तेजः, तेषु एव रूपमस्ति इति वयं जानीमः, अतः ते एव प्रत्यक्षयोग्याः इति अस्ति। अपि च अग्रिम पुटे यदस्ति तदपि अस्माभिः दृष्टमेव, तत्र किञ्चिदिव समयः जातः इति कृत्वा अहमेव किञ्चिदिव वदामि। तत्र पश्यन्तु, तत्र मनः इति अस्ति किल, मनसि रूपं नास्ति, परमाणुपरिमाणभिन्नपरिमाणमपि नास्ति, मनसः परमाणुपरिमाणम् अङ्गीकृतम् इत्यतः मनसः प्रत्यक्षं न भवति। तस्मात् उपरि पृथिव्यादित्रिकस्य परमाणुः अपि च जनुकं द्वयोः परमाणुपरिमाणभिन्नपरिमाणं न अङ्गीकृतम् इति कृत्वा यद्यपि उद्भूतरूपमस्ति पृथिव्यादि पृथिवीपरमाणुषु, क्षम्यतां, जलीयपरमाणुषु अपि च तैजसपरमाणुषु उद्भूतरूपमस्ति, तथापि परमाणुपरिमाणभिन्नपरिमाणं नास्ति इत्यतः तेषां प्रत्यक्षं न भवति। इदानीं तृतीयं, वायुप्रभृतिद्रव्याणि विशेषतश्च त्वगिन्द्रियं वायवीयं श्रोत्रेन्द्रियम् आकाशरूपञ्च इति, इदानीम् इन्द्रियस्य विषये चिन्तनं, त्वगिन्द्रियं श्रोत्रेन्द्रियम् इति इन्द्रियद्वये अपि रूपं नास्ति, यद्यपि परमाणुपरिमाणभिन्नपरिमाणम् अस्ति तेषां, तथापि रूपं नास्ति इत्यतः तेषां प्रत्यक्षं न भवति। त्वगिन्द्रियस्य परिमाणं, त्वगिन्द्रियं कुत्र वर्तते, यत्र यत्र चर्म अस्ति तत्र सर्वत्र चर्मणि त्वगिन्द्रियं वर्तते इति कृत्वा त्वगिन्द्रियस्य परमाणुपरिमाणभिन्नपरिमाणम् अस्ति इति वयं ज्ञातुं शक्यते। अपि च श्रोत्रेन्द्रियं तु साक्षात् आकाशः एव, तस्य परिमाणं, श्रोत्रेन्द्रियस्य परिमाणं परममहत्परिमाणमस्ति इति कृत्वा परमाणुपरिमाणभिन्नपरिमाणमस्ति एव श्रोत्रेन्द्रियस्य, तथापि तयोः इन्द्रिययोः रूपं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति। अन्तिममस्ति, पृथिव्यादिरूपाण्यपि घ्राणरसनचक्षुरिन्द्रियाणि इति दत्तमस्ति। घ्राणरसन चक्षुरिन्द्रियं तेषां परमाणुपरिमाणभिन्नपरिमाणमस्ति, किन्तु उद्भूतरूपम् रूपमपि अस्ति, परमाणुपरिमाणभिन्नपरिमाणम् अपि अस्ति किन्तु उद्भूतरूपं नास्ति इत्यतः तेषां प्रत्यक्षं न भवति इति गभीररीत्या वर्गस्य आरम्भे यद् अस्माभिः चिन्तितं तदेव अत्र कोष्टकरूपेण दत्तम् इति एषः पाठः समापितः. अग्रिम कक्षे तत्र द्रव्यप्रत्यक्षं केन भवति इत्यस्मिन् विषये तत्रापि तस्मिन् विषये अपि अस्माभिः किञ्चिदिव चिन्तितं, तत्र साक्षात् पाठं प्रति गन्तुं शक्यते इति अहं चिन्तयामि. इदानीं यावत् अस्माभिः अधीतं तत्र कस्यापि सन्देहः वर्तन्ते वा? नो चेत् अत्र स्थगयामः. अस्तु तर्हि, अस्तु, सर्वेषां धन्यवादः, नमस्कारश्च. धन्यवादः.